नमस्कारः सर्वेषाम्. अद्य नूतनकरपत्रम् आशीर्लिङ्ग् परस्मैपदे इति आरभ्यते. तर्हि आरम्भतः पठामः. अरुणा भगिनी पठति किं भगिनि? आं भगिनि, आशीर्लिङ्ग् लकारः परस्मैपदे आशिषि लिङ्ग् लोटौ तृतीय अध्याय तृतीयपाद त्रिंशत् अधिकशतसूत्रम् आशीर्वादार्थे धातुभ्यः लिङ् लोटो च लकारो भवतः. अप्राप्तस्य इष्टस्य अर्थस्य प्राप्तुमिच्छा इति कारिकाशिका, अप्राप्तं प्राप्तुमिच्छा इति अर्थः. लिङ् च लोट् च तयोः इतरेतरद्वन्द्वः लिङ् लोटौ आशिषि सप्तम्यन्तं लिङ् लोटौ प्रथमान्तं द्विपदमिदं सूत्रम्. अत्र सूत्रं दत्तम् आशीर्लिङ्ग् लकारः परस्मैपदे प्रक्रिया वयं पठामः. आशिषि लिङ् लोटौ इति सूत्रमस्ति. अत्र आशीर्वादार्थे धातुभ्यः लिङ् वा लोट् वा लकारः लकारो भवतः अर्थमस्ति. प्राप्तुमिच्छा इति अत्र अर्थम् अस्ति चेत् अत्र प्रयुज्यते आशीर्लिङ्ग्. दीर्घं काशिका अस्ति. अप्राप्तस्य इष्टस्य अर्थस्य प्राप्तुमिच्छा इति काशिका अस्ति. तदेव सम्पूर्णसूत्रमस्ति. कोऽपि अनुवृत्तिः अस्ति अत्र. श्रूयते भगिनि? क्षम्यताम्, आं भगिनि, म्यूट् मध्ये आसम्. तर्हि अत्रापि यथा विधिलिङ्गि इति लोट् लिङ्ग् अपि प्रयोक्तुं शक्यते, विधिलिङ्ग् अपि प्रयोक्तुं शक्यते, समानार्थकाः सन्ति सः, तथा एव आशिषि अपि लिङ्ग् लोट् अपि उभयोः अपि प्रयोगः साधु इति उक्तमस्ति खलु. अनन्तरम् अत्र अहम् आशिषि इति अस्ति खलु, आशिषि इति कीदृशसप्तमी अस्ति? सप्तमी भगिनि, विषयसप्तमी इति खलु, नीतसप्तमी नास्ति, तस्मिन् विषये इति. आं भगिनि, अत्र अनन्तरम् अत्र अष्टाध्यायी डाट् काम् मध्ये उक्तमस्ति, यत्किमपि इष्टमस्ति परन्तु न प्राप्तं तस्य प्राप्तेः इच्छां दर्शयितुं लिङ्गलकारस्य लोट्लकारस्य च प्रयोगः भवति इति. किन्तु न च लीलया प्राप्तुं शक्यते इति, इत्युक्ते लीला इत्युक्ते डिसीविङ्ग् इति अस्ति, प्रिटेण्ट् डिस्गैस् इति अस्ति. तर्हि डिस्गैस् उपयुज्य यत् वयं न प्राप्नुमः साक्षात् किमस्ति सत्यम् उक्त्वा यत् वयं प्राप्नुमः तदेव आशिषि वयम् अस्माभिः वक्तुं शक्यते इति खलु, आशिलिः वक्तुं शक्यते इति. ईश्वरः मे विपुलम् आयुष्यं दद्यात् इति उदाहरणवाक्यमस्ति. ईश्वरः मे विपुलम् आयुष्यं ददातु, भवान् चिरं जीव्यात्, भवान् चिरं जीवतु, मम शत्रुः दुशिष्ट मम शत्रुः म्रियताम् इति अस्तु. तत्र तु इच्छा समीचीनं नास्ति किल. किं भगिनि? तत्र इच्छा समीचीनं नास्ति किल इत्युक्ते म्रियताम् इति किम्? तत्र किन्तु तथापि तत्र शत्रूणां विजयं प्राप्तव्यम् इति प्राप्तुमेव इच्छा अस्ति खलु. तत्र किमपि किमस्ति ये युद्धं कुर्वन्ति तेषां कृते तेषां धर्मः अस्ति खलु. आम्, सत्यं. तत्र जयतु इत्युक्ते इतोपि सम्यक् भवति इति भाति. सत्यं. आप्राप्तं प्राप्तुम् इच्छा इति सूत्रस्य अर्थः आशिषि लिङ् लोटौ. आशिषि महोदय, आशिषि इत्यस्य अर्थः आप्राप्तं प्राप्तुम् इच्छा इति अप्राप्तं प्राप्तुमिच्छ यत् अस्माभिः अस्माकं नास्ति, अस्माकम् अधुना नास्ति, किन्तु अग्रे वयं प्राप्तुम् यत्र अस्माकम् इच्छा अस्ति तदेव स्वयं प्राप्तुम् इच्छामः तर्हि आशिष आशीर्लिङ्गे प्रयोक्तुं शक्यते, नो चेत् अन्ये अपि ये आशीर्वादं कुर्वन्ति आशीर्वचनं कुर्वन्ति खलु, तथापि अस्माकं नास्ति किन्तु विजयताम् इति विजयं प्राप्नोतु इति यदा वदन्ति तत्रापि आशीर्लिङ्गे स्वस्य कृते अन्येषां कृते अपि तदर्थमेव त्रिषु किमस्ति पुरुषेषु आयाति खलु. अग्रे पठामः वा अत्र इतोपि दत्तमस्ति अत्र अष्टादे डाट् काम् मध्ये ज्ञातव्यम् आशिषि अर्थे लोट् लकारस्य तु प्रत्ययस्य तथा हि प्रत्ययस्य तस्य स्थातङ् आशिषन्यतरस्याम् इत्यनेन वैकल्पिकः तातङ् इति आदेशः अपि भवति यथा पठतु पठतात् लिख लिखतात् आदयः. अत्र लोट् लकारः अन्येषु अर्थेषु प्रयुज्यते तत्र तु एतादृशः आदेशः न भवति. तर्हि सर्वत्र लोट् लकारः अन्येषु अर्थेषु अपि आगच्छति लोट् लकारः, किन्तु विद् आशीर्लिङ्गि तादृश अर्थेषु यत्र आशीर्वादार्थे नास्ति तत्र तु वयं न प्रयोगं कुर्मः इति. अन्यत्र यत्र यत्र वयं लोट् लकारस्य प्रयोगं कुर्मः सर्वत्र लिङ्ग्लकारस्य आशीर्लिङ्ग्लकारस्य प्रयोगं न कर्तुं शक्यते इति अस्ति खलु. इत्युक्ते विधिलिङ्ग् अपि च लोट् लकारे समानार्थकः भवन्ति इति केवलं लिङ्ग्लकारे भवति तत्र लोट् लोट् अपि भवितुम् अर्हति इति मन्ये, किन्तु यत्र लोट् भवति तत्र सर्वत्र आशीर्लिङ्ग् भवति इति नास्ति. सत्यं. अग्रे पठामः पुष्पभगिनी पठति किम् अग्रिमे. किञ्चित् किं महोदय भवत्या ध्वनिः क्षम्यतां क्षम्यताम् भगिनी आरम्भं करोतु. अहं किमस्ति एकनिमिषम् अस्तु अस्तु भगिनि हा ओके कुत्र अस्ति इदानीं परस्मैपदे आशीर्लिङ्ग् लकारः अनिडादिषु अन्यतमः अनिडादिषु अन्यतमः अत्र यासुट् आगमः भवति इति कारणतः सिद्धतिङ् प्रत्ययाः यकारादयः तदर्थं च न वलादयः. प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् निच् कर्मणि भावे यक् परस्मैपदी पदे आशीर्लिङ्ग् यङन्ताः यङ् लुकन्ताः च इत्येते सर्वे अनिडादयः. क्रमेण येषां पाठः जायमानः परम् इड्व्यवस्था इडादीनां च पाठः. एतद् अत्र सूत्रस्य सम्बन्धः नास्ति. परस्मैपदी आशीर्लिङ्ग्लकारः तु अनिडस्ति अन्यतमः. तत्तु सर्वेण आदिषु अनिट् अस्ति. अत्र यासुट् आगमः भवति इति कारणतः सिद्धतिङ्प्रत्ययः यकारादयः अस्ति. तत्कारणात् वलादयः अस्ति. वलादयः न सन्ति इति ओ न सन्ति न सन्ति क्षमा यकारः वलादयः न सन्ति अनिट् अनिट् अस्ति इति तथैव न बलादि अस्ति चेत् बलादि अस्ति चेत् इडागमः भवति केन सूत्रेण आर्धधातुकस्य इड् बलादेः इति सूत्रेण सामान्यते बलादि अस्ति चेत् प्रत्ययः बलादि अस्ति चेत् इडागमः भवति किन्तु उदाहरणार्थं पश्यतु अत्र लृट् लकारे इस्य इति मध्ये आगच्छति तर्हि पठिष्यति इति पट् धातोः अनन्तरम् इडागमः जातः किन्तु अत्र आशीर्लिङ्ग् अनन्तरं कर्मणि भावे इति यक् प्रत्ययः तत्र सर्वत्र यकारादयः सन्ति खलु अत्रापि यासुट् इति यकारादयः इति कृत्वा अतपरं निच् तु ई इति अस्ति इति कृत्वा अच्वर्णः अस्ति इति कृत्वा इडागमः न भवति वलादि नास्ति इति कृत्वा इडागमः न भवति अधुना कुर्वाणः स्मः इत्युक्ते कुर्वाणाः स्मः इत्युक्ते वयं यत्र यत्र इडागमः नास्ति यत्र यत्र प्रत्ययः वलादि नास्ति तादृशप्रत्ययानां विषये तादृशप्रक्रिया यत्र वर्तते तेषां वयम् अभ्यासं कुर्वन्तः स्मः तद् एतत् सर्वं समाप्य यत्र बलादि नास्ति तादृशप्रत्यय प्रक्रिया यत्र भवति इदागमः न भवति तत् समाप्य वयम् अनन्तरं वयम् अस्माकं पाठः तु इडुव्यवस्था यत्र भवति तस्मिन् विषये वयं पठामः इति अत्र निच् प्रेरणाते निच् कमिणिभावे यक् परस्मैपदे आशीर्लिङ्ग् यङ्गन्ताः यङ् आगच्छति यङ् लुगन्तः च इत्येते सर्वे अनिडादयः न ते सर्वे अनिडादयः परन्तु वयं पठामः आशीर्लिङ्ग् एव वयं तु तत्सर्वं पठितवन्तः खलु एतत् सर्वं पठितवन्तः ये अनिदादयः सन्ति वयं पठितवन्तः निच् पठितवन्तः कर्मणि भावे यक् पठितवन्तः अधुना वयं परस्मैपदे आशीर्लिङ्ग् इति पठ्यमानाः स्मः तदनन्तरं क्षम्यतां पठन्तः स्मः तदनन्तरं वयं यङन्ताः पठामः यङ्लुगन्ताः पठामः यावत्पर्यन्तम् इड् न भवति तत् सर्वं वयं पठित्वा तदनन्तरं यत्र इडागमः भवति तादृशप्रक्रियां पश्यामः इति अग्रे भगिनि भगिनि एकनिमिषं भगिनि अत्र प्रश्नद्वयम् अत्र क्रमेण येषां पाठः जायमानः परम् इद्व्यवस्था इडादीनां च पाठः इति अस्ति किल तत्र जायमानः इति शानच् अस्ति किल भगिनि अत्र क्रमेण येषां पाठः भविष्यति इति भवेत् किल येषां पाठः अधुना प्रवर्तमानः अस्ति खलु येषाम् इत्युक्ते प्रेरणार्थे निच् कर्मणि भावे यक् सर्वेषां किल यङ् यङ् लुगन्तः यङ् लुगन्तः एतावत्पर्यन्तं वयम् अन आरब्धं कृतवन्तः तदर्थं जायमानः इति समीचीनं वा जायमानः इत्युक्ते वर्तमानकालार्थे भगिनि एतत्तु गणः अस्ति खलु प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् यङन्ताः यङ् लुगन्ताः इति गणः एकः एकः गणः वर्तते तदधुना वयं पश्यन्तः स्मः तस्मिन् विषये तर्हि वर्तमानकालं समान समीचीनमेव अस्तु अस्तु अस्तु इतोपि अन्यत् आशीलिङ्ग् समाप्य वयं यङन्ताः पठामः यङ्लुगन्ताः पठामः यङन्तान् पठामः अनन्तरं यङ्लुगन्तान् पठामः तदनन्तरमेव वयं यत्र इडुव्यवस्था भवति तस्मिन् विषये आरम्भं कुर्मः अस्तु इतोपि द्वितीयम् आसीत् तत्र पूर्वतनवर्गे वयं अस्माकं क्लेशः आसीत् किल अङ्गविषये इडागमः प्रत्ययस्य वा तस्य उत्तरं प्राप्तं वा उत्तरं महोदय लिखितवान् वर्गे यत् लिखितवान् तद् तदेव मया उक्तम् अनन्तरम् अष्टाध्यायी डाट् काम् मध्ये यत्र तत्र दातुं पश्यति चेत् तत्र सर्वत्र अत्र लुङ्लकारं पश्यति चेत् तत्र सर्वत्र उभयपदि धातवः सन्ति नो चेत् आत्मनिधातुः आत्मपदिधातुः सन्ति यत्र समानप्रक्रिया वर्तते कर्मणि वा कर्त्री वा प्रक्रिया समाना वर्तते तेषां तर्हि तत्र पश्यति चेत् यत् मया उक्तं तदेव रूपं तत्र दत्तमस्ति किन्तु महोदय उक्तवान् अहं पश्यन् अस्मि किञ्चित् व्यस्तः अस्ति महोदय तद् कार्यं कृत्वा अनन्तरं वक्ष्यामि इति महोदय उक्तवान् दास्यामि इति धन्यवादः पठामि महोदय षड्वरादेः आदरात्कप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमः वर्णः अस्ति चेत् तस्य इडागमः भवति. पूर्णसूत्रं पठामि महोदय. अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्द्रदात्कस्य इट् इत्यस्य अर्थः यदा आर्द्रदात्कप्रत्यय प्रत्याहारः आदिमवर्णः वल् अस्ति तत्र इडागमः भवति इति सूत्रस्य अर्थः. बलादेः आर्धधातुकस्य अस्ति, षष्टिविभक्तिः अस्ति, स्थानी अस्ति, तर्हि तादृशप्रत्ययस्य प्रत्ययः स्थानी भवति. इत्युक्ते बलादि आर्धधातुकप्रत्ययः स्थानी भवति, तर्हि तस्य प्रत्ययस्य इडागमः भवति इति दत्तमस्ति खलु. तर्हि अङ्गात् इति पूर्वम् अङ्गमस्ति, तदनन्तरं प्रत्ययः अस्ति. प्रत्ययः कीदृशः अस्ति? बलादि आर्धधातुकप्रत्ययः अस्ति चेत् तादृशप्रत्ययस्य इडागमः भवति इति. प्रत्ययस्य पूर्वम् इडागमः भवति. अत्र इडागमः आद्यन्तौ टितौ इति सूत्रेण पूर्वं वा परं वा इति निर्णयः भवति. आगमः तु प्रत्ययस्य अस्ति, इट् अस्ति इति कृत्वा आद्यन्तौ टितौ इत्यनेन आदिमप्रत्ययस्य पूर्व प्रत्ययस्य पूर्वम् आगच्छति. धन्यवादः. यास्तां प्रथमपदि सिद्धतिङ् प्रत्ययः एते यास्तां यासुः याः यास्तं यास्त यासं यास्व यास्म इति पठामि. अन्यः अन्यः पठतु. धन्यवादः महोदय. सरला भगिनी पठतु. लिङ्गाशीर्षक् तृतीयदासे चतुर्थपादे षोडश अधिक एकशतं सूत्रम् आशीर्वादार्थे यत् लिङ्ग तस्य स्थाने यत् तिङ् तस्य आर्धधातुकसंज्ञा भवति. आशीषि लिङ् तिङ् आर्धधातुकसंज्ञकः स्यात्. लिङ् लुप्तषष्टिकम् आशीषि सप्तमन्तं द्विपदं सूत्रं तिंशित् सार्वधातुकम् इत्यस्मात् तिङ् इत्यस्य अनुवृत्ति आर्धधातुकं शेष इत्यस्मात् आर्धधातुकम् इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं लिङ्गाशीषि आर्धधातुकं तिङ् लिङ्गाशीषि सूत्रम् अस्ति आशीर्वादार्थे आशीषिलिङ्गं प्रत्यये अस्मिन् सूत्रे यस्तिङ् प्रत्यय अस्ति लिङ् अत्र लिङ् तस्य स्थाने आशीषिलिङ् तस्य स्थाने तिङ् तस्य आर्धधातुकसंज्ञा भवति. पूर्वं वयं जानीमः यद् धातुतः प्रत्ययस्य विधीयते तस् प्रत्यय तिङ् वर्षित् अस्ति तस्य सार्वधातुकसंज्ञा भवति. किन्तु लिङ्गाशीषिसूत्रेण यदि धातुतः तिङ् सूत्रविधीयते तस्य आर्धधातुकसंज्ञा भवति इति अपवादः अस्ति तिंशित् सार्वधातुकं सूत्रस्य. सो आशीषि लिङ् तिङ् आर्धधातुकसंज्ञकः स्यात् सो तत् इति तिङ् लिङ् अनुवृत्तिसहितसूत्रमस्ति लिङ्गाशीषि आर्धधातुकं तिङ् सो लिङ्गाशीषि इति सप्तमन्तं सूत्रं भवति. तत् विशेषसप्तमी भवति साधु लिङ्गाशीषि. आं भगिनि अस्तु. लिङ्गार्धदाति लिङ्गविषये लिङ्गविषये आर्धधातुकं तिङ् तिङ् प्रत्यये यदि धातुकः विद्यते तस्य आर्धधातुकसंज्ञा भवति. यदि विवक्षा लिङ्गे अस्ति लिङ्गाशेषि इति व्यवस्था विवक्षा अस्ति तत्र. उत्तमं भगिनि. तर्हि अत्र तु साक्षात् विदितम् अस्ति पाणिनिना यत्र आशीर्लिङ्ग् लिङ् आशिषि लिङ्ग् तु यत् अस्ति तत्तु तिङ्प्रत्ययः सर्वे तु आर्धधातुकाः इति विहितमस्ति. नो चेत् किं भवति? तिंशत् सार्वदा सामान्यता तु तिंशत् सार्वधातुकम् इति अस्ति, तर्हि तिंशत् सार्वधातुकम् अस्ति इति कृत्वा सार्वधातुकसंज्ञा भूत्वा अत्र तु आहत्य आगत्य उपविशति, तर्हि गणम् अनुसृत्य भेदाः अपि भवन्ति. किन्तु अत्र तु पाणिनिना पृथक्तया निर्दिष्टम् अस्ति, आशिष्यते यत् लिङ्गस्ति तत्तु लिङ्गस्ति तत्तु आर्धधातुकसंज्ञकः इति विहितमस्ति इति कृत्वा कर्तरिषप् आर्धधातुकसंज्ञा प्राप्त्वा कर्तरिषप् इत्यस्य कार्यं न भवति, प्रसक्तिः प्राप्तिः न भवति. अत्र यथा आर्धधातुकप्रक्रिया भवति तत्र लकारनिमित्तिकं विकरणप्रत्यय भवति, अत्र तथा स्थितिः नास्ति, साक्षात् सूत्रेण आर्धधातुकसंज्ञा अस्ति. अस्तु अस्तु, लकारावस्थायामेव अत्र आशीर्लिङ्ग् इति विहितम् अस्ति. अस्तु, सामान्यतया लृट् लकारे तु अन्ये प्रत्ययः मध्ये आगत्य उपविशति इति कृत्वा प्रक्रिया आर्धधातुकः भवति, किन्तु अत्र तु लकारः एव आर्धधातुकः इति विहितः. अस्तु, धन्यवादः भगिनि. धन्यवादः. हेमा भगिनि पठति किं भगिनि? आं भगिनि, अत्र आर्धधातुकप्रत्यये परे धात्वादेशः इति अस्ति. महोदयेन उक्तं तत्र सामान्यतया अङ्गकार्यात् पूर्वं यानि कार्याणि करणीयानि इति तत्र पञ्चकार्याणि उक्तवान्. तत्र प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः अपि च द्वित्वकार्यम् इति पञ्चकार्याणि भवन्ति. तेषु इदानीं धात्वादेशः इति अङ्गकार्यात् पूर्वमेव करणीयम् इति धात्वादेशम् इदानीं स्वीकुर्मः. तर्हि तत्र आर्धधातुकविषये केषाञ्चित् धातूनां धात्वादेशो भवति इति. तर्हि अस् धातोः आर्धधातुकप्रत्यये परे भू आदेशः, अस् योगः यात् भूयात् इति भवति. अत्र अस् धातु स्वीकृत्य अत्र विवक्षा यदि आशीर्लिङ्गी अस्ति तत्र यात् इति प्रत्ययः आगच्छति. यात् तु नवातिङ् नवाशित् इति कृत्वा आर्धधातुकप्रत्ययः अस्ति. अतः आर्धधातुकप्रत्ययः यदि परे आगच्छति परः भवति चेत् तत्र धात्वादेशः प्रथमं करणीयम्. अतः अस्मिन् अस्यां स्थित्याम् अस् धातोः भू इति आदेशः भवति इति कृत्वा अस् स्थाने भू इति भूत्वा तत्र भूयात् इति रूपम् आगच्छति. तदर्थं सूत्रमस्ति अस्तेर्भूः इति, तदपि पठिष्यामि भगिनि. आर्धधातुकविवक्षायाम् अस् धातोः स्थाने भू आदेशो भवति. अनेकाल्षित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य. अनुवृत्तिसहितसूत्रमस्ति अस्तेः भूः आर्धधातुके इति. तर्हि अत्र अस्तेः भूः इति अस्ति. अस्तेः इति षष्ट्यन्तमस्ति, भूः इति प्रथमा अस्ति, अतः स्थाने अस्ति अस् धातोः इति. तर्हि अस् धातोः स्थाने भू इति आदेशः भवति. भू इति आदेशः तु अनेकाल् अस्ति इति कृत्वा तत्र सम्पूर्णतया सर्वादेशः भवति, न तु अन्त्यादेशः इति. अतः अस् स्थाने भू इति आदेशः भवति. कदा इति निमित्तं पश्यामश्चेत् तत्र आर्धधातुकप्रत्यये परि इति आर्धधातुके इति सप्तमी अस्ति. अत्र परनिमित्तिकसप्तमी इति वक्तुं शक्नुमः किल भगिनि? परनिमित्तिकमस्ति इति कृत्वा अर्धधातुके अस्ति. अपि च अत्र अस्तेर्भुः इति सूत्रे इक्ष्टिपा निर्दिष्टमस्ति. अस् अपि च अस्ति इति वदामश्चेत् तत्र अस्ति इत्यस्य षष्ठी भवति, इक्ष्टिपा निर्दिष्टम् इति. सत्यं किल भगिनि? धन्यवादः भगिनि. भगिनी सोपानानि यत् यानि उक्तवती पुनः वदति किं भगिनि? प्रथमं धात्वादेशः, प्रत्ययादेशः अपि उक्तवान् भगिनि. इत्युक्ते प्रथमं प्रत्ययः आगच्छति अस्माकं यत्किमपि भवति इति. तर्हि तत्र प्रत्ययादेशः, तदनन्तरं धात्वादेशः, इडागमः, द्वित्वकार्यम् अपि च अतिदेशकार्याणि. अत्र अस्माकं कृते तु इदानीम् अत्र द्वित्वकार्यं न भवति, यतोहि अत्र न अद्वितीयकार्यं भवति वा अपि च लिट्लकारेषु अपि भवति किल जुहोत्यादिगणे अपि भवति यद्यपि द्वित्वाभ्यासकार्यं सार्वधातुकेषु आर्धधातुकेषु भवति परन्तु आशीर्लिङ्गि न भवति इति अनन्तरं भवत्या अतिदेशसूत्राणि कार्याणि अतिदेशमपि अधोभागे आगच्छति इति मन्ये वयं लुङ् लकारे दृष्टवन्तः चिन्वद् भावम् आरोपितं भवति नो चेत् कित्वम् आरोपितं भवति कदाचित् न श्रूयते भगिनि सरला भगिनी न श्रूयते किम् उक्तवती यदा रिच् अस्ति तदा अतिदेशः लिट् आगच्छति इति कृत्वा अतिदेश इति नास्ति कानिचन सन्दर्भेषु वयं कित्वम् आरोपयामः तादृशं भवति खलु तदेव अतिदेश इति वदामः खलु अत्रैव सार्वधातुकम् अपेत् इति कारणे अतिदेशः महोदय उक्तवान् भातो आदेश सार्वधातुकप्रक्रियायां विरलतया भवति किन्तु अर्धधातुक प्रक्रियायाम् अति एव भगिनी सोपानानि उक्तवती खलु सर्वत्र अस्माभिः चिन्तनीयानि भवन्ति इति न भगिनि एतादृशं नास्ति आर्धधातुकस्य इति नास्ति अङ्गकार्यात् पूर्वं यानि कार्याणि करणीयमिति तर्हि हा सत्यं परन्तु यत्र इडागमः एतादृशं भविष्यति यदि वयं द्वित्वाभ्यासकार्यं पश्यामश्चेत् तत्र सार्वधातुकेषु अपि भवति किल तदर्थम् अत्र पञ्चकार्याणि इत्येव स्वीकुर्मः परन्तु इति पञ्च उपाङ्गानि महोदय उक्तवान् तत्र लिखितम् अस्ति मातृभिः अवशिष्टं रूपेण तत्र दत्तम् अस्ति पञ्च उपाङ्गानि इति कस्मिन् करपत्रे अस्ति भगिनि अहं दृष्टवती थिङ्क् सार्वधातुक आर्धधातुकप्रत्ययं दत्तमस्ति अहं सार्वधातुकप्रक्रियायां यदा भूधातुः पिब् भवति पा पिब् भवति तदपि धातुवादेशस्ति खलु पाधिगणे सत्यं किल तत्र यथा स्था धातुः तिष्ठ भवति पा धातुः पिब भवति सर्वे आदेशाः किल धन्यवादः एतदपि अत्रापि स्थापयितुं शक्नोति भा महोदयेन इति चिन्तयामि यतोहि पूर्वं वयं विस्मृतवन्तः स वदति चेतेव पुनः मनसि आगच्छति सत्यं भगिनि धन्यवादः अग्रे सरेम भगिनी पतितवती खलु अस्तु अग्रे पुनः अरुणा भगिनी पठतु तर्हि वयम् अस्धातोः रूपाणि साधयामः खलु भगिनि एकनिमिषं हिमा भगिनी आरम्भं करोति किम् अस्धातोः आशीर्लिङ्गरूपाणि आं भगिनि अत्र उपरि भगिनि लट्लकारे तद् अस्तेर्भोः तद् न उक्तं न लट्लकारः न आगच्छति किल न लट्लकारः तु सामान्यतया सार्वधातुकप्रक्रिया भवति खलु तत्र तु धातु आदेशः न भवति आर्धधातुके परे इत्येव तत्र कार्यं भवति भगिनि आर्धधातुके प्रत्यये परे इत्येव कार्यं भवति लट्लकारः तु लट्लकारः तु सामान्यतया आर्धधातुक सार्वधातुकप्रक्रिया अस्ति खलु लट् लोट् लङ् विधिलिङ्ग् सार्वधातुकप्रक्रिया वर्तते अत्र सूत्रे एव उक्तं पश्यतु भगिनि आर्धधातुके इत्यस्य अधिकारः वर्तते इति अस्तेः भूः आर्धधातुके इति उल्लिखितं किल कुत्र इदानीम् अहं पठितवती किल इति सूत्रं आगच्छति तत्तु अस्तेर्भूः आर्धधातुक आर्धधातुकः विषयः अस्तु अस्तु इत्युक्ते अत्र लृट्लकारे भवति अनन्तरम् अधुना वयं यत् पठन्तः स्मः तत्रापि भवति लुङ्लकारे भवति लुङ्लकारे तुमुन् इक्तरूपं तत्र सर्वत्र भवितः भवितुं भूतः तत्रापि इदानीमेव कुर्मः वा भगिनि इतोपि आदेश हा अस्तु भगिनि तर्हि तत्र उपरि प्रत्ययाः सन्ति यात् यास्तां यासुः याः यास्तं यास्त यासं यास्व यास्म इति तर्हि एक प्रथमपुरुषे एकवचने यात् इति प्रत्ययः तर्हि अस् धातोः अस् योगः यात् इति इदानीं यात् आर्धधातुकप्रत्ययः अस्ति इति कृत्वा अस्तेर्भूः सूत्रेण अस्त् स्थाने सम्पूर्णतया भू आदेशः भवति अतः भूयोगः यात् मेलनं कृत्वा भूयात् इति प्रथमरूपम् आगच्छति सर्वाणि रूपाणि वदतु भगिनि अस्तु भगिनि तर्हि यास्ताम् इति द्वितीयम् अस्ति अत्रापि समानकार्याणि अत्र अस्त् स्थाने भू भूत्वा भूयास्तां भूयासुः भूयाः भूयास्तं भूयास्त भूयासं भूयास्व भूयास्म इत्येव रूपाणि भवन्ति इति बहुवचने किं पदम् उक्तवती भूयासुः इति उक्तवती भू प्लस् यासुः भूयासुः केवलं वर्णमेलनम् अत्र यकारः परे अस्ति इति कृत्वा किमपि सन्धिकार्यं नास्ति यकारे परे अनन्तरम् अत्रापि उकारः अस्ति खलु इति कृत्वा किमपि नास्ति अजन्तं दातुमस्ति साक्षात् अत्र एकत्र यकारः अस्ति यकारे परे तु सामान्यतया तु सन्धिकार्याणि यदि हलन्तः वा धातुः अजन्तः वा भवतु सन्धिकार्याणि एव अधिकतया न भवन्ति इति कृत्वा एव लघुकरपत्रमस्ति इति मन्ये किञ्चित् लघु शीघ्रं समापयामः इति चिन्तयामि सरलं भवति इति अस्तु महोदय भगिनी वा पठति चच्छिङ् धातोः आदुदातकप्रत्यये परे ख्याङ् आदेशः भवति छच् व्यवहयात् याता ख्यायात् ख्यायात् क्षायात् छच्छिङ् ख्याङ् छच्छिङ् ख्याङ् क्षिङ् भगिनि चक्षिङ् अस्ति छच्छिङ् ख्याङ् आदेशे भवति आदुदातके छच्छिङ् षष्ट्यन्तं ख्याङ् ख्याङ् प्रथमान्तं द्विपदमिदं सूत्रम् आर्धदातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं छच्छिङ् ख्याङ् आर्धदातुके सूत्रं मह्यं पठितवन्तः प्रथमम् आर्धदातुकविषये धातु आदेशः भवति धातु छच्छिङ् अस्ति चेत् आर्धदातुकप्रत्ययपदे छच् ख्याङ् अस्ति आदेशः अनेकान् अस्ति चेत् पूर्ण धातु अपि आदेशः भवति स्थाने भवति रूपाणि वदतु ओके छच्छिङ् ओके छच्छिङ् योगः यात् अत्र छाङ्ग् स्थाने ख्याङ्ग् आदत् अस्ति ख्याप् ख्यात् ख्यायास्तां ख्याकारः तु ख्या एव अवशिष्यते ख्यात् ख्यास्तां ख्यासुः ख्यायाः ख्यायास्तं ख्यायास्त ख्यायासं ख्यायस्व ख्यायस्म रूपम् धन्यवादः भगिनि अत्र किम् इत्युक्ते विशिष्टतया ख्या इति ङकारः इत्संज्ञकः अस्ति खलु इति कृत्वा उभयपदी भवति ओ किन्तु इत्युक्तौ आत्मनेपदिरूपमपि भवति, किन्तु वयं तु आत्मनेपदिप्रत्ययः वयं न दृष्टवन्तः इति कृत्वा केवलं परस्मैपदिरूपाणि कुर्मः, अनन्तरम् आगत्य आत्मनेपदि कर्तुं शक्यते. आगच्छति केवलं परस्मैपदि एव रूपाणि भवन्ति किल भगिनि? किमर्थं भगिनि? अत्र यासुट् आगमेन अत्र या आगच्छति किल? यासुट् आगमः परस्मैपदि भवति इति अस्ति. तदर्थम् अनन्तरं किन्तु किन्तु ते आत्मनेपदिरूपमपि सन्ति आशीर्लिङ्ग् कृते, तत्र तु अन्यप्रत्ययः मध्ये आगच्छति. सियुट् आगमः भवति तत्र, यत्र आत्मनेपदी अस्ति. अनन्तरं पश्यामः. अपि च अत्र विकल्पेन रूपमपि आगच्छति किल? इत्यनेन चर्चिङ्ग् धातोः आददातकप्रत्ययपदे ख्याङ् आदेशः, किन्तु अत्र भाष्यकार्य वदति यत् क्षादिश्यामादेशः. शादिरयम् आदेशः इत्युक्तौ आदेशः ख्य न अपि तु क्ष तदा चत्व आदेशेन क्ष भवति अपि च पूर्वत्र असिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति. क्षाङ् शस्य यो वा वक्तव्यः, अनेन क्षाङ् इति आदेशस्य षकारस्य विकल्पेन यकारादेशो भवति. फलितार्थः अयं यत् आददातुकप्रत्यये परे चर्चिङ्ग् धातोः स्थाने ख्याङ् छाङ् इति द्वौ आदेशौ सिद्धौ. एकवारं ख्याङ् अपरस्मिन् पक्षे ख्याङ्. अत्र दत्तं वयं पठितवन्तः पूर्वं केवलं ख्याङ् इति आदेशः भवति इति, परन्तु भाष्यकारेण वदति अत्र छादि अयम् आदेशः इत्युक्ते विकल्पेन इति कृत्वा प्रथमं तु रूपं तु क्षा इति एव भवति, इक्षा इति भवति, चर्त्वं भूत्वा इक्षा इति भवति. तदनन्तरम् अन्यवार्तिकमपि अस्ति, क्षाङ्यः शस्य यो वा वक्तव्यः इति वार्तिकेन शकारस्य स्थाने यकारः भूत्वा इक्षा इख्या इति भवति. तर्हि इख्या इति एकं रूपम्, अन्यत् रूपम् इक्षा इत्यपि रूपं. तर्हि इक्षा इति रूपस्य कृते रूपाणि वदतु भगिनि. पुनः प्रत्ययः तु समानः अस्ति खलु, इक्षायात् इक्षायात् इक्षायाताम् इक्षायसुः इच्छायाः इच्छ्यास्तम् इच्छ्यास्त इच्छ्यासम् इच्छास्व इच्छास्म इक्षायास्व इति अत्र उच्चारणम् आकारः अपि अस्ति खलु. भगिनी अर्थं भवती जानाति वा ख्याया चक्षिं तस्य? अत्र तु आर्तिक वक्तायां वाचि इति एव अस्ति भगिनि, अर्थः तु चक्षिम् इति अस्य चष्टे इति चेष्टः इति रूपं भवति खलु, प्रायः ततः स्यात् इति मन्ये. ख्या इत्युक्ते तत्र ख्या ख्यातिः ख्यायते हिन्दीभाषायाम् इति अस्ति प्रसिद्धमस्ति ख्याति अस्ति तस्य इति वयं वदामः. चक्षिङ्ग् इत्यस्य तु आर्टिकुलेट् इति एव अस्ति. इति प्रकथने इति अन्यधातुः अपि अस्ति, किन्तु यत्र चक्षिङ्ग् इति धातुः अस्ति तस्य यदा ख्या आदेशः भवति तत्र तु आर्टिकुलेट् इति एव अर्थे एव आगच्छति, वक्तायां वाचि इत्यर्थे एव, केवलं धातु आदेशः अस्ति. किन्तु अन्य द्वौ धातुः अस्ति, ख्या इति अस्ति, अत्र प्रकथने इति अस्ति, तत्र तु फेमस् इति अर्थे अस्ति. अस्तु, अत्र अग्रे सर्वं पुष्पभगिनी अग्रे पठति किं भगिनि. अस्तु भगिनि. अज् धातोः आदधातुकप्रत्यये परे वि आदेशः, अज् योगः, अद्योगः यात् वियात्, अजोर्व्यघ्नयिपोः एकवारं सूत्रं वयं पञ्चवारं वयं पुनः पुनः पठामः. अजेर्व्यगैपोः किमर्थम् इत्युक्ते पुनः पुनः वयम् आर्धधातुकप्रक्रिया यत्र आगच्छति सर्वत्र अस्य सूत्रस्य प्रसक्तिः अस्ति. पूर्वमपि वयम् अस्माभिः दृष्टम्, इतोपि अनन्तरमपि वयं पश्यामः. ते कृत्वा वयं वयं स्मरामः चेत् सरलं भवति. प्रथमम् अस्ति अस्तेर्भुः प्रथमसूत्रम्, अनन्तरं चक्षिङः क्याय्, तदनन्तरम् अजेर्व्य व्यगयपोः इति. अस्तु, अजेर् धातोः वि इत्ययम् आदेशः स्यात् आर्धधातुक विषये. ञै घञ् च अप् च वर्जयित्वा. अस्तु, अजेः षष्ट्यन्तं वि प्रथमान्तम् अघैपोः सप्तम्यन्तं त्रिपदमिदं सूत्रम् आदधातुके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अजेः वि आदधातुके अघञपो. तर्हि आर्धातुके प्रत्यपरे सर्वत्र तु अजधातोः वि आदेशः भवति, किन्तु घञ् अनन्तरम् अप् प्रत्ययं वर्जयित्वा. घञ् प्रत्ययपरे तु वि आदेशः न भवति, अप् प्रत्ययस्य अपि तथा न भवति, अन्यत्र सर्वत्र भवति इति सार्वत्रिकम् अस्ति. अपि कश्चन प्रत्ययः वयमपि न पठितवन्तः, अनन्तरं पश्यामः. अत्र वियात् वियास्तां वियासु न वियासुः वियाः वियास्तं वियास्त वियासं वियास्व वियास्म न ऐम् सारी न तर्हि अज् धातोः अर्थं पश्यामः चेत् गतिक्षेपणयोः इति अस्ति, टु गो टु ड्रैव्, टु थ्रो टु रैड् इति अस्ति. गति प्रथमं तु गति इत्युक्ते गत्यर्थक, नो चेत् क्षेपणं टु थ्रो इति अर्थे. अजति अजतः अजन्ति इति उभादिगणीय धातुः अस्ति. अग्रे सरेण ब्रू धातुः मणिमहोदय अस्ति किं ब्रू धातोः आर्धधातुकप्रत्यये परे वच् आदेशः, ब्रू योगयात् उच्यात्, ब्रूवचिरादेशः भवति आर्धधातुकविषये, इकारः उच्चारणार्थं, ब्रूवः षष्टि एकवचनं, वचि प्रथम एकवचनं, द्विपदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं ब्रूवः वचि आर्धधातुके. अत्र दत्तं ब्रू धातुः आर्धधातुके वच् इति पूर्णतया आदेशः अनेकाचित् सर्वस्य इति सूत्रेण अलन्त्यस्य इति न तस्य अपवादः. ब्रूयः यात् अत्र बकारः क्षम्यतां सम्प्रसारणं भवति अत्र, अतः वच् वकारस्य स्थाने ऊ इति आदेशः उच्यात् इति रूपं भवति महोदय. सूत्रं किम् अस्ति महोदय सम्प्रसारणस्य? सम्प्रसारणं च इति सूत्रेण वच् धातोः किमर्थं सम्प्रसारणकार्यं वचि स्वपि यदा यजादीनां किति परे खलु परे गृहीज्या वै वचि स्वपि भिन्नसूत्रमस्ति किति परे केवलं केवलं परन्तु च इति अस्ति किल तर्हि उपरि अपि आगच्छति तत्र नित् अपि च कित् वचिस्वपि यजादीनां इति च इति नास्ति सत्यम्. अत्र वचि वच परिभाषणे ब्रुवो वचिः इति च इति ब्रुवो वचि इत्यस्य एव तत्र सूत्रसङ्ख्या किम् प्रायः अन्य कित्वं कुत्रचित् आरोपितं भवति इति मन्ये अत्र अत्र भगिनि किदाशिषि इति यदा अतिदेशः पठामः तत्र आशीर्लिङ्गे कित् इति आरोपणं भवति तदर्थं प्रायः अत्र कित् इति स्वीकृत्य वचिस्वकीयजातीनां तत्र वचिस्वपि यजादीनां यद् भवता उक्तं भवत्या उक्तं तत् सत्यं भगिनि. यतोहि तत्र किदाशिषि इति आशीर्लिङ्गे कित्वस्य आरोपणं भवति इति अतिदेश इति पञ्च उपाङ्गानि उक्तवन्तः किल तत्र अतिदेशः यदि पश्यामः तदर्थमेव वयम् अस्माकं भूधातोः अपि गुणकार्यं न प्राप्तं खलु नो चेत् सार्वधातुक आर्धातुकयोः इत्यनेन गुणकार्यं भवति स्म किन्तु गुणं न कृतवन्तः सत्यं केनापि न पृष्टं चिन्तितम् आसीत् सत्यं सत्यं लाट् आफ् थिङ्ग्स् ओवर्लापिङ्ग् चिन्ता समीचीनम् अस्ति धन्यवादः भगिनि. तर्हि महोदय रूपं वदतु महोदय रूपं भवति उच्यात् उच्यास्ताम् उच्याहु केवलम् उच्यते महोदय उच्यत उच्चारणं करोतु अनन्तरं प्रत्ययम् उच्चारणं करोतु उच्याः उच्याः उच्यास्ताम् आस्तम् उच्यास्त उच्यासम् उच्यास्व उच्यास्म इति रूपाणि समीचीनं धन्यवादः महोदय. धन्यवादः. अत्रापि ब्रू धातुः ब्रून् ब्रून् इति अस्ति अत्र उभयपदी अस्ति इति अनन्तरं पश्यामः. अत्र इतोपि एकमासीत् किल भगिनि तत्र ब्रुवो वचि इति यत्र आगच्छति तत्र कथं ब्रुव इति आगच्छति इति एकवारं वयं पूर्वं चिन्तितवन्तः. इत्युक्ते ब्रू धातोः षष्टि भवति चेत् तत्र भिन्नरूपं स्थापनीयं किल ब्रोः इति भवति परन्तु अत्र ब्रुवः इति आगच्छति इति कृत्वा तत्र अस्माकम् एकं सूत्रं पठितं किल इयङ्गुवङ्ग् आदेशः इति अचिस्व न किमासीत् तत्र उकारान्तधातूनाम् ऊकारान्तधातूनाम् ईकारान्त ईकारान्त न रिङ् शयङ्ग्लिङ् श्रुतु तत्र रिङ्गादेशः भवति अत्र अजिष्णु धातु ब्रुवोरियङ्गु सत्यं सत्यं तेन कारणेन अत्र उकारस्य उव इति भूत्वा ब्रुवः वचि इति अपि च किमर्थं तस्य आगच्छति इत्युक्ते षष्ट्याः प्रत्ययः किम् अस्ति भगिनि तत्र षष्टि सु औजस् तत्र षष्टि किम् आगच्छति ङस् वा हा तर्हि तत्र अकारस्य लोपः भूत्वा अकारः वर्तते तर्हि अचि परे अतः अचिष्णु धातु ब्रुवाम् इयङ्गुवङ्गौ इति आदेशेन तत्र ब्रू इत्यत्र ब्रुव इति भवति. यद्यपि दीर्घः अस्ति तथापि तत्र ऊकारस्य उव आदेशः भवति सूत्रे. धन्यवादः. न पूर्वम् एतस्य विषये बहु मम चिन्तनम् आसीत् कथं वा ब्रुवः इति स्थापयामः इति. धन्यवादः. तस्य क्रमः अस्ति अधुना मम क्रमः. हन् धातो आशीलिङ्गप्रत्ययपरे वध् आदेश. हन् योगयात् वध्यात्. हनो वध् लिङ्गि द्वितीयदाति चतुर्थपादे चत्वारि सूत्रम्. हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परि आद्यधातुके. हन् षष्ट्यन्तं वध लुप्तप्रथमान्तं लिङि सप्तम्यान्तं त्रिपदं सूत्रम् आद्यधातुके इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं. हनः वध आद्यधातुके लिङि. हन् धातोः इति आदेश भवति वध् इति आदेश भवति यदि लिङि परे अस्ति इति आदधातुके लिङि परे. कथं हन्ते धातु इति दत्तमस्ति अत्र स्टिप् इति योजयित्वा. हन् इति हन्ते इति शासिकायां तथा दत्तमस्ति इति कृत्वा तादृश षष्टि. परन्तु सामान्यतया तत्र केवलं सूत्रेषु एव इक्ष्टिपान् निर्देशं भवति किल. अत्र तु विवरणे हन्तेः दातुः अस्तु अस्तु. अत्र हन् इति षष्टि विभक्ति अस्ति तस्य स्थाने आदेश वध् इति आगच्छति. वध् इत्यस्य प्रथमा विभक्ति लुप्तप्रथमान्तम् अस्ति दत्तमस्ति. लुप्तप्रथमान्तं कथं दति कारणं किं तत्र विसर्ग नास्ति इति वध् किं भगिनि कथं लुप्तप्रथमा लुप्तप्रथमाविभक्तिं वदः इति किमपि नास्ति खलु. वद् इत्यपि नास्ति अत्र अकारः अपि अस्ति तर्हि प्रथमया विपरिणम्यते इति परिणम्यते परिगण्यते इति एव अस्ति प्रथमाविभक्तिः इति वयं स्वीकुर्मः इति अकारः उच्चारणार्थः स्यात् अस्तु. सो वद् आदेश भवति. सो अस्माकं रूपाणि भवति वद् यात् कोऽपि कार्यं न भवति केवलं वर्णमेलनं चिन्तयामि. वद्यात् वद्यास्तां वद्यासु अत्र वकारस्य सम्प्रसारणं न भवति वा न भवति. वचिस्वपि इत्यस्मिन् नास्ति. ग्रहीजावयि इत्यस्मिन् अपि नास्ति. वद्यात् वद्यास्तां वद्यासुः वद्याः वद्यास्तं वद्यास्त वद्यासं वद्यास्व वद्यास्म. उत्तमं भगिनि. अत्र सूत्रमस्ति खलु अस्माकं हनोवदलिङ्गि इति अस्ति खलु. इत्युक्ते आशीर्लिङ्गि केवलं हनः वदादेशः भवति. अनन्तरं तस्यैव अग्रिमसूत्रमस्ति लुङि च इति. लुङ्लकारे वयं पठितवन्तः खलु. तर्हि लुङि अपि समानकार्यम्. अत्र किमर्थम् एकमेव सूत्रं पर्याप्तं खलु. हनो वद लिङ् लुङि लुङौ इति पर्याप्तं खलु. न तत्र किमस्ति इत्युक्ते वद् इति आदेशः नास्ति वध इत्येव आदेशः. यथा भवत्या उक्तं तत्र वध इति प्रथमाविभक्ति इति कृत्वा लुप्तप्रथमान्तं तत्र विसर्गः न दृश्यते न वा तत्र व्यञ्जनम् अस्ति. परन्तु अन्ते अकारः अस्ति इति कृत्वा लुप्तप्रथमान्तं. परन्तु तत्र अकारस्य लोपः भवति अतो लोपः इति सूत्रेण. अत एव भवति वद्यात् इति रूपाणि उक्तवती. परन्तु भगिन्याः प्रश्नः भिन्नः आसीत् किल. तत्र किमर्थम् एकमेव न स्थापयामः इति लुङ्गि च इति स्वीकुर्मश्चेत् अकारस्य लोपो भवति इति अत्र काशिकायां दत्तमस्ति. अत्रैव अधोभागे अतो लोपः इति सूत्रं दत्तं किल भगिनि अस्माकं करपत्रे एव आमां रूपाणि न कृतवान् परन्तु अस्माकम् अभ्यासः तु समीचीनं किल अत्र किं चिन्तनं केवलं चिन्तनं कुर्मः तर्हि अस्माकमेव दोषं वयम् अवगन्तुं शक्नुमः अत्र तस्य अनन्तरं सूत्रमस्ति लुङीख इति सूत्रं वयं लुङ्लकारे पठितवन्तः खलु तर्हि मम प्रश्नः अस्ति किमर्थं पाणिनिः सूत्रद्वयं रचितवान् एकमेव सूत्रं पर्याप्तं ननु इति त्रयः तत्र अनुवृत्तिः भवति वा लुङ्गि इति न अत्र लुङि च इति अत्र काशिकायां दत्तमस्ति किमर्थं सूत्रद्वयम् इत्युक्ते योगविभागः उत्तरार्थः इति योगविभागः इति दत्तमस्ति किमित्युक्ते आत्मनेपदेषु लुङि विकल्पः यथा स्यात् लिङि तथा मास्तु इति लिङि तु नित्यं वदादेशः भवति अत्र लुङि तु आत्मनेपदी यत्र भवति तत्रैव विकल्पेन भवति इति तादृशः भेदः अस्ति इति कृत्वा अग्रे सूत्रमस्ति आत्मनेपदेश अन्यत्र स्याम् इति सूत्रमस्ति किमस्ति सूत्रं लुङि च लुङि च अनन्तरम् आत्मनेपदेश अन्यत्र स्याम् इत्यपि अस्ति समानकार्यमस्ति लुङि एव तत् कार्यं तदर्थं पृथक् कृतम् अस्ति इति मन्ये इति काशिकायां दत्तमस्ति योगविभागः इति महोदय किञ्चित् उक्तवान् अहमपि अधुना स्मरामि पूर्वं चिन्तितमासीत् अस्तु एजन्तधातूनाम् इति हेमा भगिनी भगिनि अत्र एजन्तधातूनाम् आत्वं इदं सूत्रं तु परिचितमस्ति आदेश उपदेशे शिति इति कृत्वा उपदेशे एजन्तस्य धातोर् आत्वं न तु शिति इति उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः न तु अतिदेशिकधातूनाम् उपदेशावस्थायाम् अशिति प्रत्यये परे एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः अत्र अस्तु अनुवृत्तिसहितसूत्रमस्ति एचः धातोः आत् उपदेशे अशिति इति अत्र एका चर्चा जाता किल भगिनी अत्र किम् अस्ति तत्र अशिति इत्यनेन तत्र किमपि प्रत्ययं तत्र अपेक्षते इति खलु अपेक्षते वा नास्ति वा इति प्रश्नः अस्ति तत्र प्रसिद्ध पदद्वयं योजितं किल तत्र इत्युक्ते प्रसज्य वा पर्युदासः वा इति पर्युदासः वा इति तस्य एकवारं स्मारणं स्मारयति वा इत्युक्ते एकत्र तु अशिति इति वदनेन अत्र प्रत्ययस्य अपेक्षा अस्ति इति वा अशिति इत्यनेन प्रत्ययस्य नास्ति इति वा यतोहि शिति इति वदामश्चेत् तत्र षित् प्रत्ययस्य आवश्यकता अस्ति शिति परे इति तर्हि अशिति इत्युक्ते केवलं षित् मास्तु परन्तु प्रत्ययस्य निश्चयेन भवेत् इति नास्ति इति अत्र आदेशे उपदेशे अशिति इत्यस्मिन् यत् नञ् भवति तत् प्रसज्य प्रतिषेधः अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेशावस्थायाम् एजन्तधातोः आत्वादेशः अशितिप्रत्यये परे अचिष्टिप्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. यदि वदामः यत् उपदेशावस्थायाम् एजन्तदातोः आत्वादेशः शितिपरे न भवति इति, तावदेव सर्वत्र आदेशः भवति इत्युक्ते तत्र प्रत्ययं न अपेक्षितम्. अत्र अत्र आदेश अशिति इति दत्तमस्ति किन्तु प्रत्यय किमपि अपेक्षितम् इति नास्ति. पर्युदासः पर्युदासप्रतिषेधः परन्तु अत्र तु विवरणे अशिति प्रत्यये परे इति भवति चेत् तत्र अपेक्षितम् इति अर्थः जायते किल. तर्हि तत्र अत्र तु तदर्थमेव वाक्यद्वयं रचयामः. उपदेशावस्थायाम् एजन्तदातोः आत्वादेशः इति प्रथमवाक्यम्, अनन्तरम् आत्वादेशः इत्युक्ते सर्वत्र आत्वादेशः. क्षितिप्रत्यये परे न भवति तथा तदा प्रसज्य प्रतिषेधः. अशितिप्रत्यये परे इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परे भवेत् यः क्षितिः नास्ति. नाम कश्चन प्रत्ययः अपेक्षितः सः स प्रत्ययः शित् न भवेत्. ओ प्रत्ययः अपेक्षितः अस्ति इति इति कृत्वा प्रसज्य अस्ति. पर्युदास इत्युक्ते प्रत्ययः अपेक्षितः इति. परः शित् प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति. तर्हि शून्यस्य शून्यं न गृहीतम् इति. तर्हि प्रत्ययस्य आवश्यकता अस्ति, शित् मास्तु इति एव. शित् मास्तु इत्येव इति कृत्वा प्रसज्य प्रतिषेधः इति. अस्तु भगिनि. प्रत्ययः शित् न स्यात् इति तदा कार्यं जायते. अपि च अत्र उपदेशे इत्यत्रापि किञ्चित् अस्ति किल. उपदेशावस्थायाम् इत्युक्ते प्रक्रियायाम् उपदेशावस्थायाम् इत्युक्ते प्रत्ययस्य उपदेशावस्थायां प्रक्रियायाः यदि वयं न तु धातोः प्रक्रियायां नूतनप्रक्रियां वयम् आरम्भं कुर्मः चेत् तत्र धातुः यत् अस्ति अतिदेशकः अपि भवितुम् अर्हति. किन्तु सः अतिदेशिकधातोः उपदेशावस्थायाम् अस्ति इति कृत्वा वयं तदपि स्वीकुर्मः. तर्हि अस्मिन् प्रसङ्गे ग्लै इति धातुः अस्ति. ग्लै इति तु अत्र तु प्रश्नः नास्ति. ग्लै इति अस्माकम् अधुना तु प्रश्नः नास्ति. उदाहरणानि यानि सन्ति सर्वे तु उपदेशावस्थायां सन्ति खलु, उपदेशिकदातवः सन्ति ग्लै म्लै व्यै इति. किन्तु यदि वयम् अतिदेशिकधातूनां यत् वयं कुर्मः तदा तु प्रश्नः आयाति. उदाहरणार्थं यङ् लुक् यङन्तदातूनां यथा वयं एजन्ताः दातवः सन्ति तत् स्वीकृत्य वयं पश्यामः चेत् तेषामपि ग्रहणं भवति, अत्र प्रसक्तिः भवति. उपदेशावस्थायां सन्ति इति कृत्वा आदेशोपदेशे शिति इत्यस्य कार्यं भवति यदि एजन्तः अस्ति चेत्. अस्तु भगिनि. तर्हि अत्र एते सर्वे तु साक्षात् आगच्छन्ति. ग्लै म्लै ध्यै शो सो वे वा चो सर्वे एचः सन्ति, अतः सर्वेषां आत्वादेशः भवति इति. एकनिमिषं भगिनि, स्पष्टीकरणार्थं वदामि. उपदेशे एजन्तधातु आदेशः भवति यदि प्रत्यय अशिति नास्ति इति प्रसज्य प्रतिषेधः भवति. यदि उपदेशे अवस्थायां प्रत्ययशिति नास्ति तत्र यत्र शून्यमपि गृहीतमस्ति चेत् पर्युदास् अस्ति भगिनि. उदासीनम् इति कृत्वा उदासीनम् इति पर्युदास् इति, नो चेत् प्रसज्यते. शून्यं न गृहीतम् अत्र इति कृत्वा प्रसज्यते. धन्यवाद. हा तर्हि इदानीं रूपाणि ग्लै इति वा? तत्र ग्लै इत्यत्र प्रथमम् आदेशोपदेशे शिति इति कृत्वा आत्वं भवति. तर्हि ग्लै इत्यत्र ग्ला इति भवति. तर्हि सामान्यतया केवलं मेलनं ग्लायात् ग्लायास्थां ग्लायासुः ग्लायाः ग्लायास्तं ग्लायास्त ग्लायासं ग्लायास्व ग्लायास्म इति. अत्र के यकारः अस्ति इति कृत्वा सन्धिकार्याणि अपि न भवन्ति. एच यदि वे इति स्वीकुर्मः वा चो इति स्वीकुर्मः तत्रापि न भवति एव. भवत्याः गृहे पक्षिणः बहवः सन्ति वा इति बहु श्रवणार्थम्. अस्माकं तु अत्र रात्रिः अस्ति खलु. आं भगिनि ध्वनिः. अग्रे महोदय कियत्पर्यन्तं कृतवान् भगिनि? बहु किमपि कृतवान् किं भगिनि? इत्युक्ते अतिदेशस्य पूर्वम् अत्र धात्वादेशः समापितवान्. अस्तु भगिनि. अस्तु पुनः अरुणा भगिनी केवलं श्रोतुमिच्छति अधुना. अस्तु पुष्पभगिनी पठति किं भगिनि? लिङ्ग्लकारे परस्मे पदे व्यासुतागमः इति. अस्तु भगिनि. लिङ्ग्लकारे कुत्र अस्ति? है एकनिमिषं भगिनि. लिङ्ग्लकारे अस्तु. लिङ्ग्लकारे परस्मैपदे यासुट् आगमः. विधिलिङ्ग्लकारे आशीर्लिङ्ग्लकारे च परस्मैपदे यासुट् आगमः भवति. यासुट् परस्मै पदेषु धातो निच्छा. एकवारं यासुट् परस्मैपदेषु धातोः निच्छा दात्तः उदात्तः निच्च. लिङ्ग्लकारस्य परस्मैपदे प्रत्ययानां यासुट् आगमः भवति. स च आगमः निद्वत् उदात्तः च. आगमः निद्वत् उदात्तः च. विधिसूत्रम् आतिदेशसूत्रं गच्छति. एकनिमिषः भगिनि. If you turn the phone, if you turn the, it goes somewhere else. I'm sorry. Atidesha Sutra, Sutram Cha. Lingai Siyut, Samanya Sutram, Kintu, Anena Atmane Padanam Eva, Krute Ityasya, Krute Ityasya Apavadaha. आद्यन्तौटकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति. यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम् उदात्तः प्रथमान्तं ङित् प्रथमान्तं च अव्ययम् अव्ययपदम् अनेकपदमिदं सूत्रं. लिङ्गः सीयुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. लिङ्गः लस्य परस्मै पदानां यासुट् उदात्तः नित् च. अत्र एतद् किं लिङ्गः सामान्यसूत्रं तत् किन्तु आत्मने पदानाम् एव कृते अस्ति. अत्र परस्मैपदी कृते यासुट् परस्मैपदेषु उदात्तः निच्छा इति सूत्रम् आगच्छति. तत्र लिङ्ग्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमः भवति. परन्तु आगमः निद्वत् उदात्तः अपि आरोपितं भवति अस्तु अपि अस्ति इति. धन्यवादः. एकः प्रश्नः, यथा याति सर्वे नित्वत् भवति अतः वयं कृतवन्तः तत्र भवति खलु? हा आं सत्यं भगिनि. किन्तु मम तु अधुना प्रश्नः अस्ति, यासुट् आगमः आगमेन निद्वत् नित्वम् आरोपितं भवति. अनन्तरं लिङ्गा किमस्ति भगिन्या यथा उक्तमासीत् किदाशिषि इति किदाशिषि इत्यनेन कित्वम् आरोपितं भवति. तर्हि कस्य बलम् अधिकं भवति इति प्रश्नः. अस्तु अस्तु. किदाशिषि इत्यस्य नित्यं सामान्य अत्र महोदयेन दत्तमस्ति यासुट् आगमेन यद् नित्यम् आरोपितं भवति तस्तु सामान्य अतिदेशः अस्ति, किन्तु किदाशिषि इति अपवादः अस्ति, विशिष्ट अतिदेशम् अस्ति इति कृत्वा, नो चेत् निरवकाशं भवति खलु किदाशिषि इति सूत्रम् इति कृत्वा कित्वमेव आरोप्य स्वीकुर्मः वयं। यद्यपि आसूट् इत्यनेन नित्वं भवति तथापि वयं किदाशिषि इत्यनेन यत् कित्वम् अस्ति तदेव वयं स्वीकुर्मः, बलवद् भवति। अस्तु अग्रे पाठयेम, कस्य क्रमः अस्ति क्षमतां मणिमहोदय किम् अस्तु किं प्रत्ययसिद्धिः प्रसङ्गति साधुना मूलतिङ् प्रत्ययः टिप्तस् जि सिप्तस्त विप्वस् मस् यासत् प्रसङ्गतिलेतु उदातो नीच इत्यनेन लिङ्लकारस्य प्रसङ्गति प्रत्ययानां यासुट् आगमः भवति, तर्हि यासुट् आगमः तिङ् प्रत्ययः नाम अस्ति, एवञ्च आगमः टित् अधः आद्यन्तटितौ इत्यनेन प्रत्ययः प्राक् इति आद्यन्तटि इदश्च तिङ्लकारस्य नित्लकारस्य स्थाने यः प्रश्नप्रतिपद ह्रस्वविकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारः लोपो भवति इदस्य इति सूत्रेण, अनन्तरं तस्तस्तमिपां तान् तन् तामः तस्तस्तमिप् मित्सु लकारेषु एतेषु प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशः, जेजुस् लिङ्लकारस्य जि इत्यस्य स्थाने जुस् आदेशः पूर्णतया, नित्यं नितः नितः लकारस्य सकारान्त उत्तमपुरुष प्रत्ययस्य अन्त्यसकारः लोपो भवति इति चकारसूत्राणि वयं पूर्वमेव पठितवन्तः खलु, अग्रे पश्यामः कार्याणि पश्यामः। सरला भगिनी आरम्भं करोति किं प्रथमत्रीणि भगिनी, यथा भवत्या उक्तं तत्र किदाशिषि इति अपवादसूत्रम् इति उक्तवती किल, अग्रिमसूत्रमस्ति यासुट् परस्मैपदेषु इत्यस्य अग्रिमम् अस्ति, अत्र अपवादः इत्यस्य अपेक्षया विशिष्टकार्यमस्ति खलु, नो चेत् निरवकाशं भवति इति कृत्वा अपवादः इति स्वीकुर्मः। हा न अत्र भवत्या यत् उक्तं तदेव अत्रापि अस्ति अष्टाध्यायी डाट् काम् मध्ये, तत्र यत् किमर्थं किदाशिषि इति स्थापितम् इत्युक्ते तत्र सम्प्रसारणकार्यम् अपेक्षितं किल यदा उच्यते इति वयं स्थापितवन्तः, तर्हि वचिस्वपि यजादीनां तत्र ङित् भवति चेत् तत्र सम्प्रसारणकार्यं न भवति, तदर्थं तत्र कित्वं किन्तु सम्प्रसारणमपि अपेक्षितम् अस्ति इति कृत्वा कीर्त्वम् आरोपयामः। विचिन्त्य सिद्धतिं प्रत्यय व्यक्ति व्युत्पत्य व्युत्तिपादयास् योगति इतश्च इत्यनेन एकारस्य लोप यास् योगत यास्त योगन्ते च इत्यनेन साकारलोप या भवति त्रिप्ति इतश्च अनेन ईकार उकारस्य संज्ञा भवति हलन्ति अनेन ईकारस्य इतश्च इति सूत्रेण संज्ञा भवति तत्र यास् योगत इति अवशिष्यति यास्त पुनः सकार सकारयो संयोगः अस्ति तस्य संयोग अन्ते सकार संयोगस्य पूर्वस्थिति सकारस्य भवति सूर्यास् इति अवशिष्यते। प्रथम सूत्रमपि पठति भगिनी, पठति वा इतश्च अनन्तरं ओके इतश्च इतश्च तृतीय तृतीय अध्यायस्य चतुर्थपादे एकशतं सूत्रं ङित् लकारस्य स्थाने यः परस्मैपदः स्व इकारात् तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति येन विधि तदन्तस्य इत्यनेन इकारान्त इत्यर्थः अलोन्त्यस्य अनने अन्तिमवर्णस्य स्वीकृतम् अनुवृत्तिसहितसूत्रमस्ति ङित् लस्य इतः परस्मैपदस्य लोप इतश्च इति ङित् लकारस्य इतश्च न केवलं लिङ्गि किन्तु लङ् लकारे अपि सर्वे ङित् लकारे तत्र तस्य प्रसक्तिः भवति यत् मूलप्रत्ययस्य लोपः भवति लस्य इत्यः परस्मैपदस्य लोपः केवलं परस्मैपदे विवक्षायां भवति न तु वाक्यपदे अस्तु सो इतः लस्य लस्य मीन्स् लकारस्य लस्य लस्य लकारस्य तत्र परस्मैपदे तत्र इकारस्य ह्रस्व इकारस्य लोपः भवति यथा तत्र इति अस्ति किन्तु तत्र सूत्रं विशेषसूत्रम् आगच्छति लता जेजु स्कोः संयोगादरन्ते च संयोगस्य प्रथमशब्दस्य सकारप्रकारवाच्ये संयोगस्य प्रथमशब्दस्य लोपः भवति न तु द्वितीयशब्दस्य झलि पदान्ते च सकार च ककार च तयोः स्कोः संयोगस्य आदिसंयोगादि तयोः संयोगाद्यौ अस्तु अनिवृत्ति संयोगादयो स्कोः लोपः झलि पदस्य अन्ते च संयोगस्य प्रथम शब्दस्य यदि सकार अस्ति वा ककार अस्ति तयोः लोपः भवति यदि झलि परे अस्ति वा पदान्ते पदम् अस्ति तत्र झलि पदस्य अन्ते इति आगच्छति यदि संयोगान्त अस्ति तस्य पूर्वस्थित वर्णसकार अस्ति वा ककार अस्ति पदान्ते अस्ति अपि संयोगस्य लोपः भवति इति अत्र वयं सामान्यतया राक्षस्य इति नियमसूत्रमिति वदामः खलु अत्र कोः संयोगाद्यो अन्ते चेत् इति नियमसूत्रमस्ति किं नियमति नियमयति खलु सकारस्य एव लोपः इति संयोगातस्य तस्य नियमं करोति राक्षस्य एव नियमसूत्रं नियमसूत्रमस्ति किम् अस्तु महोदय अस्तु अग्रे पश्यामः अग्रे कस्य क्रमः अस्ति हेमाभगिनी अस्तु भगिनि अत्र अत्र संयोगान्तस्य लोपः अनेन तु केवलम् अन्तिमवर्णस्य भवति अत्र तु आदिमवर्णस्य यदि सकारः वा ककारः भवति चेत् इति अस्ति अग्रिमसूत्रमस्ति तस्तस्तमिपां तान्तं तामः इति तस्थस्तमित् मित्सुलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् इति आदेशाः भवन्ति तर्हि अनुवृत्तिसहितसूत्रमस्ति ङितः लस्य तस्तस्तमिपां तान्तं तामः अत्रापि केवलं ङित्लकारेषु इति अर्थः जायते तर्हि लङ् लङ् लङ् लुङ् लिङ् सर्वत्र तत्र लकारस्य चतुर्षु स्थलेषु तस्थस्तमिप् इत्युक्ते प्रथमपुरुष द्विवचनं मध्यमपुरुषद्विवचनं मध्यमपुरुषबहुवचनम् अपि च उत्तमपुरुष एकवचनेषु सर्वत्र तत्र तान् तन् तां तम् अपि च त अपि अम् इति आदेशाः भवन्ति इति अग्रे पश्यामः पुष्पा भगिनी जी इति भगिनि प्रथमं पठतु अत्र जि इति यासुट् योगः जि यासुट् योगः जि यास् योगः जि जेर्जुस् इत्यनेन लिङ् लकारस्य जि स्थाने जुस् जि स्थाने जुस् अस्तु जुस् आदेशः यास् योगः जुस् अनुबन्धलोपे यास् योगः उस् वर्णमेलने यासुस् ऋत्व विसर्गः विसर्गो यासुः इति आगच्छति अत्र जेर्जुस् एतद्वदति लिङ्लकारस्य झीस् इत्यस्य स्थाने जुस् आदेशः भवति. जेः षष्ट्यन्तं जुस् अनुवृत्तिसहितसूत्रं लिङ् अनुवृत्तिसहितसूत्रं लिङ्गः लस्य जेः जुस् जोन्तः इत्यस्य अपवादः. अत्रापि भगिन्या यथा उक्तमासीत् सरला भगिन्या, इतश्च इति सूत्रस्यपि प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति, नो चेत् जे जुस् इति निरवकाशं भवति खलु. यदि इतश्च इति निकारस्य लोपः भवति चेत् जे हे जुस् इति प्राप्तिः न भवति, जे जि इति प्रत्ययः न तिष्ठति इति कृत्वा जे जुस् इति कार्यं. जे हे तु इकारमपि योजयित्वा यत् जि अस्ति तस्य षष्टि इति कृत्वा इकारस्य लोपं वयम् इतश्च इत्यनेन न कारयामः इति भगिनी उक्तवती. अग्रे मणिमहोदय अग्रे इति अस्ति. सिप् यासुट्योः सिप् यास्योः सि इतश्च इत्यनेन इकारः लोपः, यास्योः स वर्णमेलेन यास् स्कोः समयान्ते च इति योजनेन सकारलोपः, अनन्तरं व्यास् पूर्वसकारः लोपो भवति, यास् इति रूपं सस्वरुः इत्यनेन रेप आदेशसकारस्य अनन्तरं रेपस्य करोसानगति सूत्रेण सुचकः भवति याः इति रूपम्. अत्र तस्य विप् अपि वदतु महोदय. तस्य समीपं तान्तं तानमः इति इत्यनेन मित्सुलकारेषु तस् इत्यस्य स्थाने तं यास्योः तं स्त इति संयोः न पदान्ते न वा जल्परः अथवा सकारः लोपः न भवति, वर्णमेलन यास्तम् इति. अत्र तकारः अस्ति, अनन्तरं मकारः अपि अस्ति, अथवा पदान्ते नास्ति, अथवा यास्तम् इति रूपं भवति. सूत्रं पठितवन्तः आलरेडि. अग्रिममपि यास्योहत तस्य समीपं तान्तं तमवत्यनेन इत्सु लकारेषु त इत्यस्य स्थाने त यास्योः त स्त इति समयः न पदान्ते न वा जल्परः अतः सकारः न लोपः, वर्णमेलेन यास्त इति रूपं भवति. यदा भवति सिप् प्रत्ययस्य तदेव मिप् यासुयोः मिप् तास् योः मिप् तस्य समीपं तान्तं तं इत्यनेन मिप् इत्यस्य स्थाने अम् आदेशः यास्योः अम् वर्णमेलेन यासम् इति रूपम्. धन्यवादः. लकारस्य सकारस्य उत्तमपुरुषस्य प्रत्ययस्य अन्त्य सकारस्य रूपं भवति. अनिवृत्तिसहितसूत्रमस्ति ङित् लस्य ङितः लस्य सह उत्तमस्य नित्यं लोप उत्तमपुरुषे यत्र सकार अस्ति लघवस्मस् तस्य लोप भवति नित्यं ये लकारा ङित् अस्ति यथा लङ् लिङ्ग् लुङ् एतेषां तत्र अस्माकमपि वस् योगयासूट् वस् यास् योग वस् नित्यङित् अनेन ङित् लकारस्य सकारस्य उत्तमपुरुषस्य अन्त्यसकारस्य लोप यास् योग वर्णमेलने यास्व तथैव मस् यासूट् योगमस् यास् योगमस् नित्यङित् अनेन सकारस्य अन्तिमसकारस्य लोपो भवति यास् योगमा यास्म इति भवति. धन्यवादः भगिनि. अत्र किम् इत्युक्ते नित्यं नितः इति प्रथमम् अस्ति, नित्लकारस्य तु त्रीणि सूत्राणि वर्तन्ते, तर्हि नित्यं नितः इत्यनेन उत्तमपुरुषस्य सकारस्य नित्यं लोपः भवति इति. तदनन्तरम् अग्रिमसूत्रम् अस्ति इतश्च इति, पुनः नित्लकारस्य परस्मैपदस्य इकारस्य लोपः इति, तदनन्तरं तस्य अग्रिमं सूत्रं तस्तस्समीपां तान्तं तामः इति त्रीणि सूत्राणि सन्ति निट्लकारस्य कृते इति. भगिनी इतोपि किञ्चित् चर्चितवन्तः वर्गे, तदहं न स्मरामि इत्युक्ते कुत्र कुत्र कस्मिन् स्थलेषु केषु स्थलेषु भेदाः वर्तन्ते आत्मनेपदे अपि च परस्मैपदे, यथा वयं तत्र लिङ्गः स्यूट् इत्य सर्वं पठितं किल, तादृश अस्ति वा? तद् वयं न पठितवन्तः वयं न पठितवन्तः किल अतिदेशः इति अग्रिमम् अस्ति तत्र न अस्माकं यदा मनसि आगतः तदा अग्रे न श्रूयते भगिनि, भवत्याः ध्वनिः बहु अस्ति भङ्गः इदानीम् तस्य अनन्तरं इतश्च पूर्वम् इति परिषद अस्ति तत्र दशमस्ति आशीषलिङ्ग प्रत्ययसिद्धबोध यदा मनसि आगतः तदा अग्रे गमनात् प्राक् एकवारं तुलनात्मकदृष्ट्या परिशील्यन्ताम् इति लिङ्ग सिद्धलिङ्गप्रत्यय अदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः अनदन्तं कृते अत्र प्रत्ययसिद्धिः प्रदर्शितं त्रिषु स्थलेषु साम्यं कुत्र भेदश्च कुत्र इति द्रष्टव्यं. भगिनि दृष्टवती परिच्छेदः अस्ति खलु तत् पठन्तु इति महोदय तस्मिन् करपत्रे एव दत्तमस्ति. किन्तु मम प्रश्नः अस्ति आशीर्लिङ्ग् इत्यस्य कृते परस्मैपदीनां तु वयं परस्मैपदी इति एव अस्माकं करपत्रमस्ति. अस्तु अस्तु, अनन्तरं यत्र आत्मनेपदीरूपाणि सन्ति अन्यभिन्नकरपत्रं स्यात् तस्य कृते. अस्तु भगिनि, परन्तु तत्र कुत्र कुत्र साम्यं कुत्र भेदः इति चिन्तनीयम् इति उक्तवान्. तत्तु केवलम् अदन्तम् अनदन्तम् अङ्गम् इति कृत्वा तदपि विद्याभगिन्या उक्तं, परन्तु अस्माकं कृते यत्र यासट् अस्ति तत्र तु अदन्तम् अनदन्तम् इति भेदः न वर्तते खलु भगिनि. सामान्यतया प्रतिहितः भवति तत्र अदन्तम् अनदन्तम् इति भेदः जायते, किन्तु यासुट् आगमः यत्र भवति अदन्तं वा अनदन्तं वा समानकार्यं भवति. परन्तु तत्र भेदाः कुत्र वर्तन्ते इति मनसि स्थापनीयम् इति स्मरणार्थं बहु वेगेन उक्तवती भगिनी. अत्र यासुट् यत्र नास्ति तत्र तु अदन्तानाम् अनदन्तानां भेदाः वर्तन्ते खलु, तस्मिन् विषये महोदयेन लिखितमस्ति. सत्यं, तस्य स्मारणमेव एकवारं अहं पश्यन्ती अस्मि अत्र यदि विधिलिङ्ग सिद्धलिङ्गप्रत्ययः अस्ति तत्र सूत्रमस्ति अतो ये अदन्ताम् अङ्गं तत्र दत्तमस्ति अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने कीय आदेश भवति तदन्तविधि अनुमति सत् सूत्रमस्ति अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः अतो एव इति एकेन सूत्रेण एव तत्र तस्य अनन्तरं लोपव्यो वलि वल् प्रत्याहारे परे पूर्वविधमनुवकारयकारयो लोप भवति व च य व्योः इतरेतरद्वन्द्वयोः लोपवलि अत्र अतो येय इति रूपस्य संरचनाविषये तु अपि वक्तव्यं या योग इय इति अस्ति या युक्तषष्टिकं पदम् इति उपरि दत्तं यास्तु यास् आगमस्य षष्टिविभक्त्यान्तरूपम् अभिविश्यत् यास् इयः इति अधुना यास् इत्यस्य षष्ठ्यलोपार्थम् एकं सूत्रमस्ति सुपां सुलुपूर्वसर्वनाच्छेद येन छन्दसि वेदे एतादृश लुक् विधीयते अष्टाध्यायी सम्बन्धे छन्दोवत् सूत्राणि भवति मत्वा अत्र सूत्रस्य प्रसक्तिः भवति अत्रैव तर्हि अधुना षष्ठार्थे यास् इति भवति तदनन्तरं वयम् अग्रिमसप्ताहे वयं चिन्तयामः किम्. सिद्धाः न स्मः खलु भगिनी भगिनी उक्तवती अतो एयः इति दत्तम् अस्ति अधः अत्रैव अतः अङ्गात् इति कः वेदः इति उक्तः अस्ति इति आदेशः भवति इति तद् वयं भागं पठित्वा आगच्छामः. अस्तु भगिनि, यतोहि महोदयेन उक्तं पठित्वा आगच्छन्तु इति. यदि भवती स्मरति चेत् स्पून् फीड् भवति किल. अस्तु अस्तु, मम अधुना मस्तकं न चलति इति कृत्वा धन्यवादः. भगिनी पृष्टवती खलु भगिनी अस्माकम् इड्वम् इड्वम् इत्यस्मिन् विषये महोदय किम् उक्तवान् इति. महोदय तस्मिन् विषये उत्तरं दत्तवान्, भवत्याः चिन्तनं श्लाघनीयं, मातुः पाठे तथा न प्रदर्शितं, परन्तु अवसरे प्राप्ते तां पृच्छामि, उत्तरे प्राप्ते निवेदयामि इति महोदय उक्तवान्, अनन्तरं वदिष्यामि इति उक्तवान्. धन्यवादः भगिनि, धन्यवादः, शुभरात्रि.